पद्मपुराणं खण्डं टु भूमिखण्डम् अध्यायं 95 सुबाहुरुवाच स्वर्गस्य मे गुणान् ब्रूहि साम्प्रतं द्विजसत्तम एतत् सर्वं द्विजश्रेष्ठ करिष्यामि स्वभाविकं जैमिनिरुवाच नन्दनादीनि रम्याणि दिव्यानि विविधानि च तत्रोद्यानानि पुण्यानि सर्वकामयुतानि च सर्वकामफलैर्वृक्षैः शोभनानि समन्ददः विमानानि सुदिव्यानि सेवितान्यप्सरोगणैः सर्वत्रैव विचित्राणि कामगानि वशानि च तरुणादित्यवर्णानि मुक्ताज्जालान्तराणि च चन्द्रमण्डलशुभ्राणि हेमशय्यासनानि च सर्वकामसमृद्धाश्च सर्वदुःखविवर्जिताः नराः सुकृतिनस्तेषु विचरन्ति यथा भुवि न तत्र नास्तिका यान्ति नस्तेना नाजितेन्द्रियाः न नृशंसा न पिशुना न कृदघ्ना न मानिनः सत्यास्तपस्थिता शूरा दयावन्तः क्षमापराः यज्वानो दानशीलाश्च तत्र गच्छन्ति ते नराः न रोगो न जरा मृत्युर्न शोको न हिमातपौ न तत्र क्षुत्पिपासा च कस्य ग्लानिर्न विद्यते एते चान्ये च बहवो गुणाः स्वर्गस्य भूपते दोषास्तत्रैव ये सन्ति तान् शृणुष्व च साम्प्रतं शुभस्य कर्मण कृत्स्नं फलं तत्रैव भुज्यते न चात्र क्रियते भूयः स्तोत्र दोषो महान् स्मृतः असन्तोषश्च भवति दृष्ट्वा दीप्तां परां श्रियं सुखव्याप्तमनस्कानां सहसा पतनं तथा इह यत्क्रियते कर्मफलं तत्रैव भुज्यते कर्मभूमिरियं राजन् फलभूमिरसौ स्मृता सुबाहुरुवाच महान्तस्तु इमे दोषास्त्वया स्वर्गस्य कीर्तिताः निर्दोषाः शाश्वतायेन्ये तांस्त्वं लोकान्वदद्विज जैमिनिरुवाच आब्रह्म सदनादेव दोषाः सन्ति च वै नृप अत एव हि नेच्छन्ति स्वर्गप्राप्तिं मनीषिणः आब्रह्म सदनादूर्ध्वं तद्विष्णोः परमं पदम् शुभं सनातनं ज्योतिः परं ब्रह्मेदि तद्विदुः न तत्र मूढा गच्छन्ति पुरुषा विषयात्मकाः दम्भमोहभयद्रोहक्रोधलोभैरभिद्रुताः निर्ममा निरहङ्कारा निर्द्वन्द्वा संयतेन्द्रियाः ध्यानयोगरताश्चैव तत्र गच्छन्ति साधवः एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि एवं स्वर्गगुणं श्रुत्वा सुबाहुपृथिवीपदिः तमुवाच महात्मानं जैमिनिं वदतां वरं सुबाहुरुवाच नाहं स्वर्गं गमिष्यामि न चैवेच्छाम्यहं मुने यस्माच्च पदनं प्रोक्तं तत्कर्म न करोम्यहम् दानमेकं महाभाग नाकं दास्येकदा ध्रुवं दानाच्च फललोभाच्च तस्मात् पतति वै नरः। इत्येवमुक्त्वा धर्मात्मा सुबाहुपृथिवीपदिः ज्ञानयोगेन देवेशं यजिष्ये कमलाप्रियं दाहप्रलयसंवर्जं विष्णुलोकं व्रजाम्यहं। जैमिनिरुवाच सत्यमुक्तं त्वया भूप सर्वश्रेयःसमाकुलं राजानो धर्मशीलाश्च महायज्ञायर्यजन्ति ते सर्वदानानि दीयन्ते यज्ञेषु नृपनन्दन। आदावन्नं तु यज्ञेषु वस्त्रं ताम्बूलमेव च काञ्चनं भूमिदानं च गोदानं प्रददन्ति च। सुयज्ञैर्वैष्णवं लोकं ते प्रयान्ति नरोत्तमाः दानेन तृप्तिमायान्ति सन्तुष्टा सन्ति भूक्मिपाः। तपस्विनो महात्मानो नित्यमेवं यजन्ति ते सुभिक्षां याजयित्वा दुःस्वस्थानं तु समागताः। भिक्षार्थं तस्य भागानि प्रकुर्वन्ति च भूपते ब्राह्मणाय विभागैकं गोग्रासं तु महामते। सुपार्श्ववर्तिनां चैकं प्रयच्छन्ति तपोधनाः तस्यान्नस्य प्रदानेन फलं भुञ्जन्ति मानवाः। क्षुधा तृषा विहीनास्ते विष्णुलोकं व्रजन्ति वै तस्मात्त्वमपि राजेन्द्र देहिन्यायार्जितं धनं दानाज्ञानं ततः प्राप्य ज्ञानात् सिद्धिं प्रयास्यति। य इदं शृणुयान्मर्त्यपुण्याख्यानमनुत्तमं तस्य सर्वार्थसिद्धिः स्यात् पापं सर्वं विलीयते। विमुक्तः सर्वपापेभ्यो विष्णुलोकं स गच्छति। इति श्रीपद्मपुराणे भूमिखण्डे वेणोपाख्याने गुरुतीर्थे च्यवनचरित्रे पञ्चनवतितमोऽध्यायः। ॐ